अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् चिन्तयन्निति गोविन्दं स्मारयामास भार्गव। हे भार्गव, नारदः स्मारयामास गोविन्दं स्मारयामास, स्मृतवान् इत्यर्थः। किं कृत्वा? चिन्तयन्। किं चिन्तयन्? अहो निद्रा कथं याति महत्तरं वृद्धत्वं च कथं याति इति चिन्तयन्। अनयोः निद्रा कथं यास्यति? एवम् अनयोः वृद्धत्वं महत्तरं वृद्धत्वं च कथं यास्यति? अस्य मार्गं न जानामि इति चिन्तयन् गोविन्दं सस्मार